पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 10 जैमिनिरुवाच माहात्म्यमेतद्गङ्गायास्त्वत्प्रसादाच्छ्रुतं मया इदानीं श्रोतुमिच्छामि विष्णुपूजाफलं गुरो व्यास उवाच शृणु लक्ष्मीपदेर्वत्स सपर्या फलमुत्तमं यत्रुत्वा मानवा सर्वे लभन्ते ज्ञानमुत्तमं विप्रद्वादशमासेषु माकादिषु सनातनः पूजितव्यो विधानैर्यै शृणुतानि वदाम्यहम् माघे मासि समायादे सर्वमासोत्तमे शुभे आमिषं मैथुनं चैव त्यजयेद्वैष्णवोत्तमः प्रादस्नायी भवेन्नित्यं तैलान्यपि च वर्जयेद् द्विर्भोजनं परान्नं च माघे मासि परित्यजेद् प्रातःशुक्लाम्बरधर कृतपञ्चमहाध्वरः सपर्यामारभेद्विष्णोः स्थिरचित्तो हि मानवः ईश दुष्णजलैः शुद्धैः स्नापयेद्विष्णुमव्ययम् अतिश्रद्धैश्चन्दनैश्च विष्णोरङ्गानि लेपयेद् पूजयेज्जगदीशस्य देवदेवस्य चक्रिणः प्रक्षालितानि पात्राणि जलहीनानि कारयेद् स्नापयित्वा जगन्नाथमीशदुष्णेन वारिणा प्रोक्षितव्यं तच्छरीरं दिव्यवस्त्रेण यत्नदः सलिलैरीशदुष्णैश्च प्रस्नापयदि केशवम् माघे मासि द्विजश्रेष्ठफलं तस्य मयोच्यते विमुक्तः पादकैः सर्वैर्जन्मजन्मान्तरार्जितैः इह भुङ्क्ते सुखं सर्वं शेषे यादिहरेर्गृहं यत्नात् प्रक्षाल्यपात्राणि कृत्वा शुद्धानि वारिभिः यः पूजये जगन्नाथं तस्य पुण्यं निशामय इह भुक्त्वाखिलान् कामान् सर्वव्याधिविवर्जितः अन्धे युगसहस्राणि तिष्ठेत् केशवमन्दिरं प्रभाते विश्वसन्ध्यायां पुरदश्चक्रपाणिनः ज्वलं तं स्थापयेद्वह्निं निर्धूमं वैष्णवो जनः शीतस्य वारणार्थाय सायं प्रातश्च वैष्णवः माघे विष्णुवाग्रदो वह्निं ज्वालयेत्तत्फलं शृणु इह भुक्त्वाखिलान् कामान् पुत्रपौत्रसमन्वितः अन्धे विष्णुपुरं यादि दैवतैरपि दुर्लभम् यथैवात्मा तथा विष्णुः सन्देहो नात्र विद्यते स्वपन्दं देवदेवेशं पर्यं कोपरि केशवम् आत्मन कुरुदे मर्त्यो यथा शीतनिवारणं क्षीरेण स्नापयेद्यस्तु माघे मासि जनार्दनं तस्मै देवोत्तमो विष्णुः सन्तुष्टो न ददाति किम् तथा शीदक्षयं कुर्याद्दिव्यवस्त्रेण चक्रिणः यः पूजयेत् सकृन्माखे स्नापयित्वा चतुर्भुजं नालिकेरोदकैर्दुग्धैफलं तस्य वदाम्यहम् नरकाब्धौ मज्जमानान् दुस्तरे स्वेन कर्मणा उद्धृत्य कोटिपुरुषान् स यादि चकृणः पदं माघे मासे च शुक्लायां पञ्चम्यां द्विजसत्तम एकादश्यां च पञ्चम्यां हरिपूजा विशेषदः तादव्यो देव देवाय सपद्माय मुरारये पायसो धूपसहितो माघे मासि दिने दिने स धूपपायसं यस्तु माघे यच्छति च कृणे तस्य पुण्यफलं वच्मि शृणु वैष्णव जैमिने अन्धे विष्णुपुरं गत्वा मन्वन्तरचतुष्टयं भुङ्क्ते मनोरमान् भोगान् प्रसादाचक्रपाणिनः पुनरागत्य धरणीं चक्रवर्ती नृपो भवेद् भुङ्क्तेजभोगं सुचिरं मृतो यादिहरेर्गृहम् पञ्चम्यां वापि सप्तम्यामेकादश्यां च जैमिने अशक्तो वैष्णवो दद्यात् परमान्नं मुरारये कृष्णपक्षाद्विजश्रेष्ठ शुक्लपक्षे विशेषतः शुक्लपक्षे तिथिष्वेषु दद्यादन्नं मुरारये एकाहमपि यो माखे विष्णवे दैत्यजिष्णवे स पूपं पायसं दद्यान्न तस्य दुर्लभो हरिः यत्किञ्चिद्विचतुष्ट्यर्थं माघे मासि प्रदीयते तदक्षयं भवेत् पुंसकोऽपि नास्त्यत्र संशयः माघे मासि कृतं कर्म शुभं वा शुभमेव वा तस्य नास्ति क्षयं विप्रमन्वन्तरशतैरपि माघे चम्पकपुष्पेण योर्चयेत्कमलापदिं स गच्छेत् परमं धाम विमुक्तसर्वपादकैः यावन्ति स्वर्णपुष्पाणि दीयन्ते चक्रपाणये तावद्युगसहस्राणि स्थीयते विष्णुमन्दिरं मेरुतुल्यसुवर्णानि दत्त्वा भवति यद्फलम् एकेन स्वर्णपुष्पेण हरिं सम्पूज्य तद्फलं सुवर्णपुष्पं विप्रेन्द्र सर्वदा केशवप्रियं माघे मासि विशेषेण पवित्रं केशवप्रियं सुवर्णकुसुमैर्दिव्यैर्येन नाराधितो हरिः रत्नैर्हीनः सुवर्णाद्यैः स भवे जन्मजन्मनि फलं चम्पकपुष्पस्य ब्रवीम्यहं विशेषतः आकर्णयद्विजश्रेष्ठ सेदिहासमनुत्तमं सुवर्णो नाम भूपालो बलवान् सर्वशास्त्रविद आर्यावर्तेषु सर्वेषु बभूव विप्रवर्चस राजश्रिया विद्यया च वयसा च स भूपतिः अधिप्रमत्तो विप्रर्षे सदा पापरदो भवद पाखण्डमन्त्रिणां वाक्यैर्विना दोषैरपि द्विज धनलोभात्तेन राज्ञा दण्ड्यं ते साधवो जनाः अन्यायोपार्जितं वित्तं गीतवाद्यादिभिर्वृदः समस्तं नाशयामास यज्ञदानविवर्जितः न ज्ञादिपोषणं चक्रे न देवद्विजभोजनं न च याचकसन्तुष्टिं सर्वदा पापमोहितः न च कारातिथे पूजां सदा पापपरायणः ययौ च मन्दिरान्नित्यं स भूपः पापमन्दिरः कृतानि तेन पापानि यान्यन्यान्यविवेकिनाम् अपि वर्षशतैः शक्तः सङ्ख्यातुं जनितानि किम् एकदा समहीपालकामेन परिमोहितः जगामवेश्यानिलयं निषीधे दुरिताशयः तामायान्तं ततो दृष्ट्वा भूपालमुज्ज्वलाह्वया सहसोद्धाय पर्यङ्गे चक्रे तत्पादवन्दनं प्रक्षाल्य तत्पादयुगं भृङ्गारसलिलैश्च सा मञ्चे निवेशयामास दोभ्यामालिङ्ग्यतं नृपम् तत्प्रेमामृतधाराभिसिक्तोऽसौ पृथिवीपतिः तस्मिन्नुवासपर्यङ्गे तया सह कुतूहली तद सा गणिका प्रीत्या हसन्ती नवयौवना ददौ चम्पकपुष्पाणां तस्मै भूमि भुजे स्वयं पुष्पमाला पुष्पमेकं तस्माद्भूपदिहस्तदः पपादधरणीपृष्ठे गन्धव्याप्तदिगन्तरम् तच्युदं कुसुमं दृष्ट्वा स राजात्यदसम्भ्रमाद नमो नारायणायेदि जगदोङ्कारपूर्वकं नारायणायेदि वाक्यात् सर्वाणि पादकानि च स्वर्णपुष्पप्रदानेन तस्य नष्टानि भूभुजे ग्रामीणा अध सर्वेऽपि समागत्यादि दुर्जये तस्यामेव निशायां तं जघ्नुर्वेश्या गृहे स्थितं नेदुं तमथ भूपालं सर्वपादकिनां वरं किङ्करान् प्रेषयामास क्रुद्धो वैवस्वदो भृश्यम् तेनाज्ञस्तास्तदो दूताः पाशमुद्गरपाणयः अधिवेगात् समायाधा क्रोधसंरक्तलोचनाः उद्यमं चक्रिरे नेदुं यमदूताः स्वमालयं तदो नारायण प्रेष्या शङ्खचक्रगदाधराः आयादा गरुडारूढास्तं नेदुं पृथिवीपदिं पाशे नियन्त्रितं दृष्ट्वा तं भूपं विष्णुकिङ्कराः जघ्नुश्चक्रैर्गदाभिश्च यमदूतान् महाबलाः समारोप्य रथे दिव्ये शङ्कान् दद्मुरनुत्तमान् तथा राजा तथा रूढस्तुलसीमाल्यभूषितः वीतकौशेयवासाश्च स्वर्णालङ्कारभूषितः स्तूयमानो मुनिगणैर्वेदवेदाङ्गपारगैः विष्णुदूतैः परिवृतो हरे सालोक्यमाययौ अधोद्धाय स्वयं विष्णुश्चतुर्भिर्दीर्घबाहुभिः तमालिङ्गितवान् भूपं प्रोक्तवांश्च द्विजोत्तम श्रीभगवानुवाच नृपदे कुशलं ब्रूहि सर्वपुण्यात्मनं वर किमस्ति साध्यं भवदस्तदा ज्ञापय सम्प्रति नमो नारायणायेदि वारैकमपि यो वदेद नित्यं तस्यानुपाल्योऽहं समे भ्राता समे पिता नारायणेदि मन्नाम कदाचिद्यस्मरेन्नरः साधयाम्यखिलं तस्य पितुः पुत्र इवेप्सितम् भक्तोऽसि नृपदिश्रेष्ठ तस्मान्निजमनोरथं प्रकाशयाद्भुतं ताद किं दे दास्यामि चाधुना राजोवाच सर्वमेव दयासिन्धो त्वया दत्तं न संशयः पापिनामपि मया प्राप्तं तव स्थानं सुदुर्लभम् तस्यानेन दुवाक्येन प्रसन्नकमलापतिः स्नेहान्निवेशयामास भूपालं तन्निशामय तदसुवर्णालङ्कारैर्विश्वकर्मविनिर्मितैः च चकारमण्डलं तस्य स्वयमेव दयामय अधनानाविधैर्भक्ष्यैर्दिव्यैरपि सुदुर्लभैः तोषितः समहिपालो विष्णुनादि सहिष्णुना एवं प्रतिदिनं तस्थौ स राजा विष्णुमन्दिरं मन्वन्तरसहस्राणि नववर्षशतानि च प्रजानां पालनं चक्रे स राजा धर्मतत्परः पूजयामास सददं भक्र्या परमया हरिः चारुचम्पकपुष्पैश्च नैवेद्यैर्विविधैश्च सह आयुशेषे स भूपालो मरणं जाह्नवीजले समासाद्य ययौ मोक्षं प्रसादाचक्रपाणिनः व्यास उवाच विप्रचम्पकपुष्पस्य प्रभावोऽयं प्रकीर्तितः चपङ्कैर्हरिमभ्यर्च्य मुक्ता स्युः पापिनो जनाः स्फुटचम्पकपुष्पेण पूजितो भगवान् हरिः अचिरेणैव विप्रर्षे ददाति परमं पदं ये यजन्ति परात्मानमिच्छया वाप्यनिच्छया तेऽपि यान्ति परं धाम विमुक्ता सर्वपातकैः हरौ प्रसन्ने दुरितानि कोऽपि यतः स राजा कृतपादकोऽपि जगाममोक्षं कृपया मुरारेर्विश्वार्णवं निम्नमिमं विदीर्य दिव्यै सुगन्धै कनकप्रसूनैर्नारायणं पद्मदलायताक्षं भक्त्या यजेद्य परमादरेण मर्त्यो व्रजेत्तत्तु विहाय पापम् इति श्रीपद्मपुराणे क्रियायोगसारे चम्पकपुष्पमहिमा नाम दशमोऽध्यायः ॐ